नमस्कारः, पाणिनीयव्याकरणवर्गे स्वागतम्. अदादिगणे हलन्तदातवः इति पाठः. तत्र वयं द्विष् धातोः षकारान्तद्विष् धातुः उभयपदी अस्ति द्विष् अप्रीतौ इति अर्थे. तत्र वयं लट् लोट् साधितवन्तः. तत्र किं भवति इति एकवारं वदामि. तत्र हलादिपित्सु द्विष् इत्यत्र उपधायां लघु इक् वर्णः, अतः गुणः पुगन्तलघुपदस्य द्वेष् योगः अस्ति. इदानीम् अस्माकं सन्धिकार्यं षकारः अस्ति, तकारः अस्ति, अतः ष्टुत्वं भवति द्वेष्टि इति. अजादिपित्सु तु पुगन्तलघुपदस्य. अनन्तरं यदा तत्र आनि द्वेष्योगः आनि, तत्र नकारः अस्ति षकारः निमित्तम् इति कृत्वा अत्कुप् वाङ्नुं व्यवाये अपि तत्र करपत्रे वा जालपुटे वा रसाभ्यां नोणः समानपदे इति दत्तमस्ति, परन्तु मध्ये व्यवधानम् अस्ति इति कृत्वा अट्कुप् अट्कुप् इत्यनेन एव नत्वं भवति. व्यवाये अपि इति अस्ति किल, अतः तेन एव णत्वं भवति द्वेषाणि इति रूपम्. भगिनि, शकारान्तः द्विष् धातुः उभयपदी 14 ये अदादिगणे रे, अदादिगणे हलन्तदातवः नील् मध्ये हलन्तदातवः अङ्ककार्यं बहुदूरं गन्तव्यं भगिनि. इट् इस् आल्मोस्ट् किल षकारान्तः ओ तकार दकार तकार दकार हन् रेफान्त. सो हलादि अपित्सु किं भवति इत्युक्ते ङिति च इत्यनेन गुणनिषेधः, द्विष्योगः तः, तत्र सन्धिकार्यं द्विष्टः. अजादि अपित्सु अपि गुणनिषेधः ङिति च, द्विष्योगः अन्ति द्विषन्ति इति भवति. तत्र एकमेव विशिष्टकार्यम् अस्ति लङ्घि द्विषश्च इत्यनेन. तत्र किं भवति इत्युक्ते द्विष् धातुः अद्विष् इति रूपम् अडागमः भूत्वा इदानीं जीस्थाने जुस् इति आदेशः, अद्विष्योगः जुस्. तत्र अनुबन्धलोपानन्तरम् उः इति उ इति अवशिष्यते, उस् इति क्षम्यताम्. अतः अद्विषुः इति रूपं भवति तत्र. अत्र तु एतत्तु विकल्पेन भवति, द्विषः च लङ्घः जेहे जुस् शाकटायनस्य एव इति. शाकटायनस्य मते जुस् जेहे स्थाने जुस्, अन्येषां मते अन् एव भवति यदा सामान्यम्. अतः अद्विष्योगः अन् अद्विषन् इति रूपं, रूपद्वयं केवलं लङ्घि द्विषश्च इति विशिष्टसूत्रेण. प्राप्तं वा भगिनि इदानीम्? अस्तु, आं भगिनि, आं भगिनि, प्राप्तं भगिनि, धन्यवादः. अस्तु, इदानीम् अग्रे सरामः. महोदय, लङ्घिरूपं वदति वा, अनन्तरं नत्वविषये पठामः. एकवारं तत् विषये द्विष परस्मैपदी खलु, उभयपदी अस्ति. वयं परस्मैपदी एवं कुर्मः, तत्र समानरूपं, तत्र किमपि विशेषं नास्ति. द्विष् योग खलु, एकवारं तत् द्विष्योग द्विष्योग अस्ति. इदानीम् अडागमः भवति अद्विष्योग अद्विष्योग तत्र इदानीं अङ्गस्य गुणः भवति पुगर्तलघुपदशिक्षणेन अद्वेष् इति. अद्वेष् योग इदानीम् अद्वेष् इति तकारस्य हङ्ग्यादिगसूपिस्य पृष्ठं हल् इत्यनेन लोपः अद्वेष् योग अद्वेष् इति अद्वेष् इदानीम् अद्वेष् अस्ति अद्वेष् इदानीं तत्र अद्वेष् जलां दशवन्ते इत्यनेन तत्र अद्वेष् खलु तत् तदेव अद्वेष् अद्वेष् अद्वेड् एकवर्धिष्य क्षम्यतां तत्र कोऽपि अन्या अस्ति वा नास्ति अद्वेष् अद्वेड् अपि च अद्वे करि चैतन् अद्वे अद्वेट् करि च भवति वा क्षम्यताम् अद्वेड् इति अस्ति अपि वा अवसाने वा तत्र वा अवसाने अद्वेट् वा अवसाने खलु तत्र अद्वेट् अग्रे ताम् द्विष् द्विष्योग ताम् इदानीं द्विष्योग तां तत्र अडागमः अद्विष् अद्विष्योग तां तत्र स्तोः स्तुमस्तुः इत्यनेन टकारः अद्विष्ठाम् इति रूपम् अग्रे अद्विष् अद्विष्योग अन्त् तत्र तकार अद्विष् तकारसलोपः अद्वि अद्विषन् इति किमपि कार्यं नास्ति अद्विष् योग अन् अत्र द्विषश्च इत्यनेन जि स्थाने अस्तु अद्विष्योग जि इति अस्ति अत्र द्विष् द्विषश्च इत्यनेन तत्र जि स्थाने ज्यूस् आदेशः भवति अतः अद्विष् योग ज्यूस् अद्विष् योग उस् इदानीं तत्र अद्विषुः इति भवति सहसविसोरुः इत्यनेन तत्र विसर्गः भवति कर्वसंसर्गमिति अद्विषुः इति रूपम् अद्विषिः रूपम् अग्रे अद्विष् अद्विष् योग तत्र किमस्ति तत्र अद्विष्योग सकार खलु तत्र अद्विष्योग स तत्र लोपः भवति गुणः भवति पुगन्तवृद्धिनेन अद्वेष् अनन्तरं तत्र जलां दशवन्ति अथवा अवसादिनेन अद्वेट् अथवा अद्वेट् इति अद्विष्योग अद्विष्योग तम् इति अस्तु तम् इति अद्विष्योग अद्विष्योग तम् पित् अस्ति अतः गुणः न भवति स्तोस्तुना सोरि स्तुनाष्टुः इत्यनेन तत्र अद्विष्टम् इति रूपं त अद्विष्योग तत्रापि स्तुत्वम् अद्विष्ट इति अद्विष्योग अम् अत्र पित् अस्ति अतः अद्वेष्योग अम् अद्वेषम् इति केवलवर्णमेलनम् अद्विष्योग व इति अस्ति तत्र वर्णमेन अद्विष्व अद्विष्म इति समीचीनं तावदेव अत्र केवलं द्विषश्च इत्येव एकः कार्यम् एकं कार्यं तदेव विशिष्टकार्यं समीचीनं धन्यवादः उषा भगिनी तत्र लङ्गि विधिलिङ्गि वदति वा विधिलिङ्ग द्विष् धातु द्विष् योगः यातां युः द्विष् योगः यात् गुणा नास्ति द्विष्यात् दट्स् इट् द्विष्यात् द्विष्यातां द्विष् युः द्विष्याः द्विष्यातं द्विष्यात द्विष्यां द्विष्याव द्विष्याम तावदेव अत्र किमपि कार्यं नास्ति किल तत्र नत्वविषये इति अस्ति तत् पठति वा आं भगिनि नत्वविषये द्विष् योगः आनि द्वेष् योगः आनि द्वेषाणि इति रूपे अट्कुप् अट्कुप् वाङ्नुं व्यवाये अपि इत्यनेन नत्वं भवति अत्र प्रश्नः उदेति यत् द्विष्योगः अन्ति इति स्थितौ अपि णत्वस्य निमित्तम् अस्ति, तर्हि अत्र का गतिः? णत्वं भवति न भवति न भवति अथवा वैकल्पिकं? कृ धातोः अपि एवं प्रश्नः. कृयोगः उयोगः अन्ति इति स्थिते कुरुयोगः अन्ति, कुरुयोगः अन्ति रेपनिमित्तत्वात् कुरु ओके रेपनिमित्तत्वात् णत्वं भवेत्, णत्वं भवेत् वा इति प्रश्नः. ओके द्विष् धातोः यथा शकारनिमित्तत्वं तथा कृ धातोः अपि रेफनिमित्तत्वात् णत्वं स्यात्. प्रश्नः अवगतः वा? आं भगिनि. आम् द्विष्योगः आनि इति स्थिते द्वेष्योगः आनि द्वेषाणि इति रूपं भवति अट्कुप् वाङ्नुं व्यवाये अपि इति इत्यनेन द्वेषाणि इति भवति. द्विष्योगः अन्ति इति स्थितौ द्वेष् न द्विष्योगः अन्ति द्विषन्ति एव द्विषन्ति इति स्थितौ शकारनिमित्तत्वात् अन्ति नकारः णत्वं भवति वा अथवा न भवति वा अथवा वैकल्पिकरूपमेव अस्ति वा इति प्रश्नः. कृ धातोः विषये कृयोगः उ इति तनादिगणीयविकरणप्रत्ययः, कृयोगः उ योगः अन्ति इति स्थितौ कुरुयोगः कृ बिकम्स् कु ऐ फर्गाट् द सूत्र कृयोगः उ भगिनि ऐ फर्गाट् द सूत्र कृयोगः उ आर्धधातुकप्रत्यय गुणा भवति, कृयोगः उ कर् योगः उ करु बट् करु बिकम्स् देन् लेटर् कुरु द ककार बिकम्स् सूत्रम् अस्ति. आं भगिनि आं भगिनि ख बिकम्स् कु दट् इस् फैन् बट् परन्तु तत्र किमर्थं तत्र णत्वं न भवति इत्येव चिन्तनम्. आं भगिनि ऋकारस्य रेपनिमित्तत्वात् णत्वं भवति वा इति प्रश्नः. इदानीं भवती वदतु किमर्थं भवति न भवति इति. कुरुयोगः अन्ति रेफस्य अनन्तरं ऊ इति अस्ति, अ इति अस्ति, ओ तकार इस् पर तकार अस्ति, तकार इस् ओन्ली परः अस्ति, तकारः इस् अट्कुप् आङ्नुम् इट्स् नाट् अट् इट्स् नाट् कु इट्स् नाट् पु अट्कुप् आङ्नुं व्यवाये अपि व्यवाये अपि कुत्र अस्ति तकार इस् आफ्टर् द नकार अन्ति सो that doesn't have anything to do with that bagini but between I mean rakarasya nakarasya vyavadane ukara akara eva asti ukara akara at iti asti why don't we do that I जानन्ति एव वयं बहुवारं कृतवन्तः अतः एव परिच्छेदं मा पठतु इति वदामि. बहुवारम् एतत् चिन्तनं वयं कृतवन्तः. इदानीं द्विष्योगः अन्ति एव स्वीकरोतु. इफ् यु आर् फैण्डिङ्ग् इट् दट् उकारा इस् डिस्टर्बिङ्ग् फर् यु. द्विष्योगः अन्ति द्विष्योगः अन्ति तत्र णत्वस्य निमित्तं शकारः अस्ति, तदानीमपि वयं णत्वं न कुर्मः. किमर्थं न कुर्मः इति प्रश्नः अस्तु. अन्ति द्विष् अन्ति द्विषन्ति इति अर्थः. नकारः तकारः अस्ति. इदानीं नकारस्य वयं किं कुर्मः साधारणतया यदा नकारः आगच्छति चेत्? जल् वर्णः तकारः परः अस्ति इति कृत्वा वयं किं कुर्मः? ओ नुम् मकार अनुस्वार विल्कम् नश्चापदान्तस्य जलि नश्चापदान्तस्य जलि कुत्र अस्ति? नश्चापदान्तस्य जलि त्रिपादी अस्ति, त्रिपादी अस्ति. नश्चापदान्तस्य जलि इति तृतीयपादे अस्ति, अट्कुपाङ्नुं व्यवये अपि चतुर्थपादे अस्ति. सो नश्चापदान्तस्य जलि टेक्स् ओवर्, सो दट् बिकम्स् अनुस्वार. नकार बिकम्स् अनुस्वार अण्ड् अनुस्वार. सो अट्कुपाङ्नुं व्यवये अपि डसन्ट् सी द नकार, इट् ओन्लि सीस् अनुस्वार. अनन्तरं किं भवति? अनन्तरं द मो अनुस्वार द अगेन् इट् विल् बिकम् नकार. अनुस्वारस्य ययि परसवर्णः बिकास् तकार इस् ययि. तत् कुत्र अस्ति? अनुस्वारस्य ययि परसवर्णः चतुर्थपादे, अष्टम अध्याये चतुर्थपादे अस्ति. सो अट्कुपाङ्गं किमर्थम्? अट्कुपाङ्गं व्यवाये अपि सूत्र न अट्कुपाङ्गं व्यवाये अपि सूत्रेण न इति न दृश्यते. अनुस्वारस्य परसवर्णः इत्यस्य अनन्तरं किमर्थम् अट्कुपाङ्गं न आगच्छति? इदानीं तु नकारः आगच्छति किल. अट्कुपाङ्गं व्यवाये अपि इति चतुर्थपादे अस्ति, बट् इट्स् अर्लियर् सूत्रं, पूर्वसूत्रं, पूर्वसूत्रं टु अनुस्वारस्य ययि परसवर्णः भगिनि. केन सूत्रेण असिद्धं भवति? केन सूत्रेण असिद्धं? पूर्वत्र असिद्धं. तावदेव उत्तरं, तावदेव. तावदेव, किमपि नास्ति, किमपि नास्ति, तावदेव. तत्र सूत्रसङ्ख्या एव विषयः, किमपि तत् बहु सरलम् अस्ति. तत्र परिच्छेदः एव किञ्चित् बृहत् अस्ति, परन्तु किमपि तत्र नास्ति. अट्कुप् वाङ्नुं व्यवायेपि 842 इत्यत्र अस्ति. तत्र यत्र यत्र णत्वं णकारः परः जल्वर्णः अस्ति चेत् नश्चापदान्तस्य जलि इत्येव आगच्छति किल. 8324 तदेव प्रथमम्. इदानीं यदा तद् आगच्छति अट्कुप्वाङ्नुं व्यवाये अपि तत्र अनुस्वारः पश्यति मम कार्यं नास्ति इति गच्छति. अनुस्वारस्य ऐ परसवर्णः इदानीम् आगत्य कार्यं करोति. तद् यद् कार्यं कृतं तत्तु अट्कुप्वाङ्नुं व्यवायेपि न पश्यति एव. तस्य अवसरः तु जातः, अतः तस्य कार्यम् इदानीं न भवति. तदेव द्विषन्ति अपि कुर्वन्ति अपि समानकार्यम्. अतः यत्र यत्र निमित्ते सति अपि नत्वं न भवति चेत् एतदेव इति मन्तव्यं. आम् अवश्यम् अवश्यं. किमर्थम् इत्युक्ते सर्वाणि सूत्राणि त्रिपाद्यामेव सन्ति, तेषामेव कार्यं. तत्तु अट्कुप् वाङ्नुं साण्ड्विच् इव मध्ये अस्ति. नश्चापदान्तस्य जलि पूर्वसूत्रम्, अनन्तरमेव अनुस्वारस्य परसवर्णः मध्ये आगच्छति. रषाभ्यां नोणः वा भवतु, अट्कुप् वाङ्नुं वा भवतु, मध्ये आगच्छति. अतः तस्य कार्यं न भवति. आं भगिनि, पाणिनेः जीनियस्नेस् एक्साम्पल्. सत्यं सत्यं, सम्यक् रीत्या सः कृतवान्. समीचीनम्. एतत् पठनीयं वा? अवगतं चेत् अग्रे सरामः. तदेव अस्ति अस्मिन् परिच्छेदे, द्विषन्ति कुर्वन्ति सर्वत्र तदेव कार्यम् अस्तु. धन्यवादः भगिनि. विजया भगिनि, विजया भगिनी अस्ति वा? विजया भगिनी पठति वा? शकारान्तः चक्षिङ् धातुः, चक्ष् धातुः. Mm. अस्तु भगिनि, शकारान्तः शक्षिं शक्षु धातुः आत्मनिपदिनः व्यक्तायां वाचि इति अर्थः. अङ्गकार्यम् उपधायां ककारः लघु इक् इति न, अतः अङ्गकार्यं नास्ति, सन्धिकार्यमेव. चक्ष् योगः ते स्कोः संयोगान्त्योरन्ते च इति सूत्रेण इक्ष् इति स्थाने शकारः आगच्छति. चष् योगः ते सुनास्तुः इति सूत्रेण ते स्थाने ते आगच्छति. इदानीं चष् योगः ते अत्र अन्तिमरूपं षष्ठे इति भवति. प्रथमविभक्ति एकवचनं, अनन्तरं चक्ष् योगः से मध्यमपुरुषे एकवचनं, स्कोः संयोगान्त्योरन्ते च तादृशमेव चष् योगः से आगच्छति. इदानीं षडोः कः सि इति सूत्रं कार्यं करोति, अतः तत्र शकारस्य स्थाने ककारः आगच्छति. इदानीं चक् योगः से इत्युक्ते तत्र अपि आदेशप्रत्ययोः इति सूत्रं कार्यं करोति, अतः चक् योगः से स्थाने षे भवति. एतत् मिलित्वा चक्षे इति भवन्ति अन्तिमरूपम्. अनन्तरं चक्ष् योगः द्वे मध्यमपुरुषे एकवचनं, आत्मनिपदिनः स्कोः संयोगान्त्योरन्ते च छष् इति भवति. अनन्तरं द्वे छष् योगः द्वे शृणास्तुः इति सूत्रेण द्वे स्थाने द्वे भवति. जलां झष् झषि इति सूत्रेण तत्र चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति, न शकारस्य स्थाने अल्पप्राण डकारः आगच्छति, छड् इति भवति. छड् योगः द्वे इदानीम् अन्तिमरूपं छड्वे इति निष्पन्नम्. अग्रे चतुर्षु लकारेषु तिङ्गन्तरूपाणि वक्तव्यानि. उपरि दत्तानां नियमानाम् आधारेण रूपं चिन्तनं करोति इति वयं पूर्वमेव दृष्टवन्तः. एतत् आत्मनेपदिनः, आत्मनेपदिनः इत्युक्ते ते आते अते से आते द्वे ये वहे महे इति अस्ति. अत्र वयं पूर्वमेव दृष्टवन्तः चष्टे इति रूपं कथं निष्पन्नमिति. इदानीं आते इति अस्ति, चक्ष् इति अस्ति. एकनिमिषं भगिनि, स्कोः संयोगाद्योरन्ते च इत्यस्य निमित्तं वदतु. भगिनि आम् आम् अस्मि भगिनि, अस्मि भगिनि. स्कोः संयोगाद्योरन् तत्र निमित्तं संयोगः खलु भगिनि, पदस्य अन्तेयः. वदतु वदतु. पदस्य अन्ते यः संयोगः, अनन्तरं जल् वर्णः परे अस्ति चेत् तत्र सकारककारयोः आदौ तिष्ठन्तं ककारसकारयोः लोपः भवति, सकारककारयोः लोपः भवति. सकारककारयोः वा अस्तु, सकारः वा ककारः वा अस्ति चेत् संयोगस्य आदिमवर्णः सकारः वा ककारः वा अस्ति चेत् जलि पदान्ते च तस्य लोपः भवति, संयोगान्तस्य लोपः इत्यनेन लोपः अनुवृत्तिः. इदानीं चक्ष् योगः ते, तत्र कस्य लोपः भवति? तत्र ककारः अस्ति खलु भगिनि, ककारस्य लोपः भूत्वा शकारः एव तिष्ठति खलु भगिनि. सम्यक्, संयुक्तवर्णः ककारशकारः, सम्यक्, तद् अवगतं किल, जलि परे जलि अस्ति, अतः ककारस्य लोपः भूत्वा चक्ष्ते. समीचीनम्. इदानीं लटीरूपं वदतु भगिनि. भगिनि अत्र आं महोदय, इदि तु नुम् दातो न भवति, किमर्थं न भवति? चक्षिङ्ग् इति चक्षिङ्ग् खलु, तत्र किमर्थं न भवति? तत्र नकारस्य अस्ति हलन्तमित्यनेन, इकारस्य लोपः भवति केन सूत्रेण अथवा केवलं तत्र किमर्थं न भवति? इकारस्य लोपः तु भवति नुमागमः भवेत् खलु, किमर्थं न भवति? एतत् सर्वम् अनु उपदेशे अज अनुनासिक इति भवति, तत्र इकारः उपरि तदापि भवति एव किल, इदित् इत्येव तत्र अनुस्वारः भवति. ओ अस्तु भगिनि, अत्र दत्तमस्ति विशेषः अत्र अष्टदृढकं मध्ये औपदेशिक स्वरूपे विद्यमानः इकारः तद् वयं न जानीमः, अष्टाध्यायी डाट् काम् पठित्वा एव ज्ञातुं शक्नुमः. अपि च आर्धातुकप्रत्ययस्य विषये चक्षिङ् काञ् इत्यनेन सूत्रेण अस्य धातोः काञ् इति आदेशात् भवति. ओ आदेशः अपि भवति चक्षिङ् अनेन अस्य धातोः क्याञ् इति केषाञ्चन मतेन क्षाञ् इति आदेशः भवति. अस्तु, चक्षिङ् इत्युक्ते व्यक्तायां वाचि, अत्र ओ अस्तु तदपि वदति किं महोदय? कुर्वन्ति व्याचष्टे व्याचष्टे अहं बहुवारं श्रुतवान्. सम्यक्, तत्र परन्तु आत्मनेपदी एव किल, कर्तरि लिट्लकार. ओ ओ ओ तत्र यदा महोदय अधः एव यदा लिट्लकारे पश्यति चेत् तत्र परस्मैपदीरूपमपि अस्ति आत्मनेपदीरूपमपि अस्ति, परन्तु लट्लकारे यदा पश्यामः तत्र केवलम् आत्मनेपदी एव अस्ति. अन्येषु सर्वेषु लकारेषु परस्मैपदी आत्मनेपदी, लोट् मध्ये आत्मनेपदी एव. किमपि वैशिष्ट्यम् अस्ति महोदय अत्र? किमर्थं न दत्तं तत् सर्वं? पाणिनि एव पाणिनिना एव एतत् सर्वं ज्ञातम्. आर्धधातुकप्रत्ययस्य विषये चक्षिङ्क्याङ् इति इत्यनेन सूत्रेण अस्य क्यायादेशे कृते आदेशस्य ङित्वात् अस्य परस्मैपदस्य रूपाणि अपि भवन्ति. ओ अस्तु, ङित् अस्ति इति कृत्वा अतः कृत्वा आर्धधातुकस्य विषये एव अस्य परस्मैपदीरूपम् अपि रूपद्वयं भवति, परन्तु अन्यत्र तु सार्वधातुकप्रत्ययेषु आत्मनेपदीरूपमेव. सम्यक् अस्ति एतत् चक्षि. ख्यात इति तदेव खलु, तत्र ख्यात वयं ख्यातः इति कन्नडभाषायां ख्यात इत्युक्ते प्रसिद्धः इति प्रसिद्धः. आम् आम् आम् इति नाम्ना जायते इति अपि वदामः किल, ख्यातः अनेन ख्यातः तदेव महोदय. आम् सम्यक् एव प्रश्नः, समीचीनम्. आम् तदपि किमपि कुत्रचित् तत्र इत्संज्ञका भवति सर्वत्र तादृशः नास्ति खलु, तत्र वर्णानां लोपः भवति, तत्र उकारस्य कुत्रचित् उकारस्य उच्चारणार्थम् इति वदन्ति, तत्र तर्हि मूले अनुनासिक न भवति इति द्रष्टव्यं. सर्वत्र लोपः भवति, अनुनासिकस्य एव स्वरस्य लोपः भवति इति नास्ति. तत्र एकं सूत्रम् अस्ति किल, तत्र पाणिनेः एव प्रमाणम् इति किमपि एकं सूत्रम् अस्ति, तत् प्रायः तस्य आधारेण एव अत्र न भवति. पाणिनिः एव यदा सः वदति अनुस्वारः अस्ति वा एतद् अनुस्वारः नास्ति, सर्वम् अस्य एव प्रमाणम् इति एकं सूत्रं प्रायः तस्य आधारेण एव. आं भगिनि, अरुणा भगिनी वदतु. क्षम्यतां, विलम्बेन आगतवती. छच्छुङ् धातु मम समीपे पुस्तकम् अस्ति, अत्र अनुनासिकवर्णः अस्ति, कार अनुदात्त अपि अस्ति. तदेव अत्र दत्तम् अस्ति, तत्र उच्चारणार्थः एव इति औपदेशिकरूपे विद्यमान. क्षम्यतां महोदय, अनुनासिक अस्ति वा? आं महोदय, अनुदात्त अपि अस्ति. उपरि एतत् चिह्नम् अस्ति खलु, तत् मिलित्वा एव इकारस्य तत्र इति भवति खलु भगिनि? आं तद् आम् उपदेश अजनुनासिक इत्यनेन तद् भवति, परन्तु अत्र यद् दत्तम् अस्ति तद् तादृशम् अस्ति चेत् यदा महोदयेन उक्तं नकारस्य आगमः भवेत् किल इदितोनुं धातोः इत्यनेन, परन्तु अत्र न भवति. किमर्थम् इत्युक्ते अत्र पाणिनिना उच्चारणार्थः स्थापितः, इत्संज्ञकः नास्ति इति पाणिनेः एव मतम्. इदानीं प्रथमपुरुषद्विवचने आते इति अस्ति खलु भगिनि, तत्र शक्ष् इति धातुः अस्ति, अनन्तरं तत्र सार्वद आते इति अजादि अपि अस्ति, तत्र किमपि कार्यं नास्ति, वर्णमेलनमेव चक्षाते इति भवति खलु भगिनि? आम् आम्. अनन्तरम् अते अस्ति, अते अस्ति, तत्रापि चक्षते एव. अनन्तरं मध्यमपुरुष एकवचनमस्ति, तत्र से इति अस्ति, से स्थाने आदेशप्रत्ययोः इति सूत्रम् आगच्छति. पूर्वं चष् स्थाने एतत् स्कोः संयोगान्त्योरन्ते इति सूत्रेण चक्षुस्थाने शकारः मूर्धनि शकारः आगच्छति. अनन्तरं षडोः कः इति सूत्रेण षडोः कः सि इति सूत्रेण तत्र चक् भवति. अनन्तरं चक् योगः से आदेशप्रत्ययोः तत्रैव अस्ति, आदेशप्रत्ययोः चक्षे इति भवति मध्यमपुरुषे एकवचनम्. अनन्तरम् आते अस्ति, चक्षाते. अनन्तरं अत्र अस्ति इदानीं चक्ष् योगः द्वे स्कोः संयोगः अन्त्योरन्ते इति सूत्रेण इक्ष् स्थाने शकारः आगच्छति, द्वे स्थाने स्तुणासुः इति सूत्रेण द्वे भवति. इदानीं जलां जस् जसि इति जषि इति सूत्रेण शकारस्य स्थाने अल्पप्राणः डकारः आगच्छति, छड् इति भवति. छड् योगः द्वे, छड् द्वे इति अन्तिमरूपं निष्पन्नं खलु भगिनि? अनन्तरम् एकारः अस्ति, एकारः तत्र तत्रापि किमपि कार्यं नास्ति, वर्णमेलनमेव, चक्षे इति भवति. अनन्तरं चक्ष्वगे चक्ष्महे, तावदेव खलु भगिनि? तावदेव. आं सम्यक्. तत्र यदा स्कोः संयोगाद्योरन्ते च इत्यनेन ककारस्य लोपः इति वक्तव्यं, ककारस्य लोपः भूत्वा शकारः एव अवशिष्यते चक्ष्योगः से. शकारस्य स्थाने शकारः न, ककारस्य लोपः, तावदेव. रूपाणि सर्वं सम्यक् भगिनि, उत्तमं. ककारः लोपः भूत्वा खलु भगिनि? भूत्वा, आं, लोपः भूत्वा शकारः एव अवशिष्यते. सम्यक् सम्यक्, धन्यवादः. अरुणा भगिनी वदति वा? लोटि. आं भगिनि, लोट्लकारे ताम् आताम् आतं स्वा आत्थां त्वम् ऐ वहे महे छच् योग तां थां जल्वर्णः अस्ति, ततः स्कोः संयोगाद्योरन्ते चतुसूत्रेण ककार लोपः भूत्वा शकार एव अवशिष्यते. चष् योगः तां शृणास्तुः इति सूचेन चष्टाम् इति रूपम् आताम् अदादि प्रत्ययः वर्णमेलनमेव चक्षताम् अत अत्रापि चक्षतम् चच् युगः स्वा अत्रापि प्रथमं ककारलोपः भवति सकार स्कुः संयोगाद्योरन्ते च इति सूत्रेण शक् मूर्धन्यषकारः एव अवशिष्यते. स्वा अस्ति षडोः कार्यं करोति भगिनि. षडोः कः सि सि नास्ति स्वा अस्ति स्वा आम् अस्ति प्रत्ययः एव किल. आम् अवश्यं षकारस्य एव षडोः कः सि कार्यं करोति एव. षडोकः षकारस्थाने काकार आगच्छति. चक् योगस्व चक्ष्व चक्ष्व आथां वर्णमेलनमेव अजादिप्रत्ययः अस्ति. चक्षथां त्वम् अत्रापि स्कोः संयोगाद्योरन्ते चैतसूत्रेण ककारलोपः भूत्वा शकार एव अवशिष्यते. चष्योगः त्वं स्थुनास्तुः इति सूत्रेण दकारस्थाने डकार आगच्छति. तदनन्तरं जलां झश्चषितु सूत्रेण षकारस्थाने डकारः ऐ अस्ति. अत्रापि वर्णमेलनमेव छै छच्वहै अकारः आगच्छति. न चक्ष्वहै चक्ष्महै चक्षावहै चक्षामहै दीर्घ अस्ति. चक्षाव चक्षावहै चक्षामहै. समीचीनं धन्यवादः. सम्यक् अस्तु. श्रीवल्ली भगिनी वक्तुं शक्यते वा लङ् लकारः? आं भगिनि. आं भगिनि लङ् लकारः आम् चक्षयोगः प्रथमं लुङ् लङ् ऋङ्षु अडुदातः इत्यनेन अडागमः भवति. चक्षयोगः तकारः तकारः अनुकार्यं कोऽपि नास्ति अत्र. श्रूयते भगिनी तु ऋषिकेश् मध्ये अस्ति अतः वयमेव प्रयत्नं वयमेव कुर्मः. आम् वी केन् मेनेज् भगिनी वदतु. ओके थेङ्क् यू सो मच्. किञ्चित् उच्चैः वदतु भगिनी तावदेव. चक्ष् योगः ता प्रथमं स्कोः संयोगाद्योरन्ते च इत्यनेन ककारस्य लोपः भवति. सो चष् योगः ता अनन्तरं स्टुनास्टुः इत्यनेन तकारस्य स्थाने टकारः आगच्छति. चष्ट आच अचष्ट इति रूपं भवति. अनन्तरं ताम् ताम् इति कोऽपि सन्धिकार्यं नास्ति. अचक्षताम् इति रूपं भवति. अनन्तरम् अचक्षत. अनन्तरं ताः ताः इति प्रथमं स्कोः संयोग आद्योरन्ते च इत्यनेन ककारस्य लोपः भवति. अनन्तरं स्टुनास्टुः इत्यनेन रूपं भवति. अचष्टाः अचक्षाथाम् अनन्तरं चक्षयोगः द्वे इति द्वं द्वं चक्षयोगः स्कोः संयोगाद्युडन्ते च इत्यनेन ककारस्य लोपः भवति. अनन्तरं ठुनाष्टुः चष् योगः द्वे इति भवति. दकारस्य स्थाने ठकारः आगच्छति. अनन्तरं जलां जष् जषि इत्यनेन चकारस्य स्थाने डकारः आगच्छति. रूपं भवति छग्वम् अछग्वम्. अनन्तरं अचक्ष् योगः इति कोऽपि कार्यं नास्ति, केवलं वर्णमेलनं. अचक्षि अनन्तरम् अचक्ष्वहि अचक्ष्वमहि. समीचीनं भगिनि, तावदेव. सम्यक् अस्तु. महोदय, भवानेव विधिलिङ्गि उक्त्वा अग्रिमधातुः पठति. चक्षि तत्र सर्वत्र अजादिप्रत्यय अस्ति, अतः किमपि कार्यं नास्ति. तर्हि ईत चक्षियोग ईत चक्षीत चक्षियोग याताम् चक्षीयाताम् चक्षियोग ईरन् चक्षीरन् चक्षियोग ईथाः चक्षीताः चक्षीयाथाम् चक्षीध्वम् ईय चक्षीय चक्षीवहि चक्षीमहि. केवलं वर्णं भवतु. अग्रिमन्तरे अग्रे पठामि. अस्तु, अग्रे सकारान्त वस् वस् दातु आत्मनेपदि आच्छादने. अस्तु, अङ्गकार्यम् उपधायां ह्रस्वः अकारः लघु इकिति न, अतः अङ्गकार्यं नास्ति वस् इति. अस्तु, सन्धिकार्यं सकारान्तः दातु, अतः आधिक्येन केवलं वर्णमेलनं भवति. यथा सकारार्थकार्ये परि केवलं मेलनं वस् युगते वस्ते इति. धकारे परे सकारस्य लोपः भवति वस् युगद्वे. तत्र सकारस्य लोपः वद्वे धी चेति सूत्रेण. अग्रे धी चेति सूत्रं वयं पठितवन्तः द्वितीयपादस्य पञ्चविंशतितमं सूत्रमस्ति. सकारस्य लोपः भवति धकारादिप्रत्यये परे धी. अत्र अनुवर्तिसहित सूत्रमस्ति धी च स्वस्य लोपः इति. रात्रस्यात् तत्र तत्र अग्रिमसूत्रमस्ति. अग्रे चतुर्षलकारेषु लकारेषु तिगन्तरूपाणि वक्तव्यानि उपरि दत्तानि. लटि वदतु महोदय. अस्तु, वस् वस्योगते तत्र किमपि नास्ति. वस्ते वस्योग आते वस्योग आते खलु ते आते अन्त्य अते. अस्तु, वस्योग आते वसाते अते वसते वस्योगसे वस्से इति. वस्योग आथे वसाथे वस्योगद्वे इति अस्ति. तत्र सकारस्परे ए धकारादिप्रत्ययः अस्ति, अतः धी च इति सूत्रेण तस्य लोपः भवति, अतः वद्वे इति भवति. वस्योग ए वसे वस्योग वहे वस्वहे वस्महे इति उपाय. वसावहि वसामहे इति न भवति वा? आवहे इति तत्र वस् तत्र अकारादि सत्य नास्ति खलु. सारि, अकारादि अङ्गम् अकारान्त अङ्गं नास्ति. वस् एव किल वस्योग. अत्र आडाग आडागमः भवति, तत्र लोटि भवति. सत्यं सत्यं, वस् वहे वस् अत्र अदन्तमङ्गमस्ति चेत् किमस्ति अत्र यै किमस्ति तत्र दीर्घः भवति खलु अङ्गस्य दीर्घः. अतो दीर्घो यै वदति वा? अतो दीर्घो यै इति अत्र नास्ति. तत्तु नास्ति. आम्, वस्वहे वस्महे वस्येव किप्त अदादिगणीय धातुः. सत्यं महोदय. सम्यक् अस्तु. उषा भगिनी लोटि वदति वा? आं भगिनि, वस् योगः तां वस्ताम् आतां वसातां वस् योगः आतां वसताम् मध्यमपुरुषाय एकवचनं वस् योगः स्व वस्व वस् योगः आतां वसाथां वस् योगः द्वं ध्वं धिच इति सूत्रेण सकारलोपः भवति, वध्वं भवति. वस् योगः उत्तमपुरुषाय एकवचनं, वस् योगः ऐ वसै, वसावहै वसामहै, वस्तां वसातां वसता. ओके, लोपे एव किल, वसावहै वसामहै. सत्यं भगिनि, धन्यवादः. धन्यवादः विजया भगिनी. लङ्गि वदति वा? आं भगिनि. तत्र अस्तु, तत्र लङ् रूपं लङ् रूपं इत्तु ताम् अन्न इस् तं त अं वा मा इति अस्ति. तत्र आत्मनेपदी, आत्मनेपदी भगिनि. आम् आं भगिनि. ताम् त आताम् अत तः आतां द्वं ई वहिमहि इति अस्ति. अत्र वस् धातु तत्र लङ् रूपमस्ति, अतः अडगमागच्छति. तत्र अवसत इति आगच्छति वा भगिनि? अवस्त सकारः तादृशमेव तिष्ठति, मध्ये विकरणप्रत्ययः नास्ति किल. अवस्त अवस्त अवस्त अनन्तरम् आताम् अस्ति. अवस्त अनन्तरम् आताम् तत्रापि किमपि कार्यं नास्ति भगिनि. अवस्ताम् इति अस्ति, अनन्तरम् अवसत इति अस्ति. अवसातां बस् बस् योगः आतां, सकारः योगः आकारः किं भवति? अवसाताम् तत्र दीर्घः भवति, तावदेव दीर्घः भवति. अतः तत्र अव अस्ति, सा अवसाताम् इति अस्ति, तावदेव दीर्घः भवति. अनन्तरम् अवसते इति भवति. अनन्तरं तत्र ताः इति मेलनेन अवस्थाः इति भवति. तादृशमेव अवसाताम् अनन्तरं द्वं योजनेन तत्र द्वं योजनेन तत्र एकं सूत्रं दृष्टवन्तः किल इदानीमेव. दीच सकारस्य लोपः भवति, अतः तत्र अन्तिमरूपम् अवध्वम् एव दीच इति सूत्रं कार्यं करोति. अतः तत्र अवध्वम् एव. अनन्तरं तत्र किम् अस्ति, इकारः अस्ति, मेलनेन अवति इति भवति. अनन्तरं तत्र अवस्वहि अवस्महि, तावदेव खलु भगिनि? तावदेव, तत्र किमपि अन्यकार्यं नास्ति, केवलं दीच एव. सत्यम्, अस्तु, धन्यवादः. अरुणा भगिनी विधिलिङ्गि उक्त्वा आं भगिनि. वस् योगः ईता वसि, वर्णमेलनमेव वसीता वसीयातां वसीरन् वसीथाः वसीयाथां वसीध्वं वसीया वसीवहि वसीमहि. सम्यक्, अग्रे अग्रिम सकारः. अन्य अपि सकारान्तदातवः तथा एव भवन्ति. सकारान्तः आस् धातुः आस् आत्मनेपदी उपवेशने इति अर्थः. आस् योगः तान् योगः ते आत्मनेपदी आस् आस्योग ते क्षम्यताम् आस्योगते आस्ते आसाते आस आसाते आसते योगः से अत्रपि आसे एव भगिनि आसे आसाथे द्वा अस्ति अत्र धीच इति सूत्रं कार्यं करोति सकारलोपः भवति द्वे द्वे आसै आसे आसावहे आसामहे अत्र दीर्घं न आगतवानि दीर्घं नास्ति आस्वहे आस्वहे आस्महे एव सत्यं समीचीनं दीच एवम् एकमेव कार्यं सम्यक् सम्यक् धन्यवादः भगिनि कस्य क्रमः श्रीवल्ली भगिनी लोट् लोपः भवति सकारस्य भवति इत्य आध्वा इति रूपं भवति अनन्तरं आसै आसामहे इति रूपम् आसै आसावहै आसामहे इति रूपाणि भवति इत्येव समीचीनम् उषा भगिनी विधिलिङ्गि वदति वा अरुणा भगिनी प्रश्नः अस्ति वा एकनिमिषं ओ लङ् न उक्तवता आम् आम् उषा भगिनी लङ् लकार वदतु भगिनि आशास् ऐ डिण्ट् हियर् द थिङ्ग् इति अग्रिमम् आशास् इति अग्रिम अग्रिमदातु एतत् आस्ते इति वयं तस्य प्रयोगः तु भवति एव किल उपविशति इति अर्थे आस्ते इति ओके ओके अत्र लङ् आस् इति धातोः लङ् रूपम् आस् इति धातु आड् आगमः भवति आटस्य वृद्धि बट् स्टिल् आस् आस् एव भवति आस् योगः लङ् रूपं त आत्मनेपथि त अस्ति आस् योगः त आस्त आसाताम् आसत आस्थाः आसाथाम् आस् योगः द्वं सकारलोपः भूत्वा आद्वम् आद्वम् आस् योगः इ उत्तमपुरुष एकवचनम् आस् योगः इ आस् आसि आस् योगः वहि आस् वहि आस्महि सम्यक् तावदेव तत्र बीच इति एकमेव कार्यं सर्वत्र अस्तु महोदय भवान् विधिलिङ्गि धन्यवादः इति अग्रिमधातुः महोदय सकारान्तः आङ् उपसर्गपूर्वकु इति तत्र रूपं भवति तत्र सर्वदा आङ् उपसर्गपूर्वक एव भवति इति वा अस्तु आशास् धातु आत्मनेपति अयं शास् धातु शासुः शासु धातुः नित्यम् आङ् उपसर्गपूर्वकः इति अस्ति अस्तु तत्र अग्रे चतुर्षु लकारेषु तिगन्तरूपाणि वक्तव्यानि उपरि दत्तनियमान् आधारेण चिन्तनं करोतु इति अस्तु अस्तु किमस्ति अत्र आङ् उपसर्ग आशास् अस्तु आशा उकारस्य लोपः भवति आशास्येव उकारस्य उपदेशचरणस्य आशास्येव आशास्योगते तत्र किमपि आशास्योगते रूप वर्णमेव आशास्ते आशास्योग आते आशासाते सोरि आशा आम् सत्यम् आशा आश क्षम्यताम् आशास् योग अते आशासाते आशास् योग अते आशासते आशास् योगस्य आशास्ये आशास् योग अते आशासाते आशास् योग द्वे अत्र सकारस्य लोपः धी चैतन्येन अतः आशाद्वे अग्रे आशासे आशास्वहे आशास्महे वर्णमेलनं केवलं कार्यं सकारान्तदातवः प्रायः सर्वे तु आत्मनेपदिनः एव सन्ति किल इदानीं पर्यन्तं यत्किमपि वयं दृष्टवन्तः सकारान्तः तत्तु आत्मनेपदिनः अनन्तरम् एतत् आशा इच्छायाम् आशा इत्यस्मात् आगच्छति वा आशास् इति धातुतः द्रष्टव्यम् आशा इत्यपि एकः धातुः अस्ति वा आशा इच्छा इत्युक्ते आशा एव किल आशा इति नास्ति शास् इच्छायाम् इति किल तदेव आशा एव आशा एव आङ्गपूर्वक शास् धातुः आशा सम्यक् अस्तु महोदय महोदय अस्तु अरुणा भगिनी लोटि वदति वा लोटि भगिनी आशास् ओके आशास् योगः तां वर्णमेलनमेव आशस्ताम् आशशताम् आशसतम् आशस्योः स्व अत्रापि वर्णमेलनमेव आशस्वः स्व आशस्व कुत्र भगिनि आशास्व सत्यं सकारद्वयं आशास्ताम् द्वम् अस्ति धी च इति सूत्रेण सकारलोपः भवति आशाद्वम् आशासै आशास्वहै आशास्महै आशास्वहै आशास्महै आवहै आमहै किल लोटि आशासावहै आशासामहै धन्यवादः अस्तु श्रीवल्ली भगिनी लङ्गी वदति वा अस्ति वा भगिनि श्रीवल्ली भगिन्याः प्रायः आडियो अस्तु उषा भगिनी वदतु भगिनि अन्म्यूट् ओ अन्म्यूट् अभवत् वा नेक्स्ट् वन् भगिनि नास्ति चिन्ता भगिनि आम् उषा भगिनी ऐ केन् डु इट् आशाशयोगः भगिनी अत्र एकः सन्देहः आङ्ग् इति प्रिफिक्स् उपसर्गः सो आटजातीनाम् इति आयोजितवान् लुङ्लङ् लुङ् षड् दातु चिन्तनं सम्यक् भवती एव चिन्तयित्वा वदतु. उपसर्गः अस्ति चेत् वयं कथं कुर्मः? पदस्टेटस् इति सो प्रथमं शास् इति लुङ् लङ् लुङ् षड्दात्तः इत्यनेन अकारस्य अडागमः भवति इति सम्यक् अशास् अनन्तरम् उपसर्गः अस्ति इदानीं योजयतु. अस उपसर्गः आयोगः असाश् सवदीर्घसन् आस आशास् आशास् योगः तकारः आशास्त आशाशास्ताम् आशासत आशास्थः आशासाथ धीच इत्यनेन सकारस्य लोपः भवति. आशाध्वम् अनन्तरम् आशासि आशास्महि आशास्महि. सम्यक् तावदेव तत्र. अस्तु विजया भगिनी विधिलिङ्गि वदति वा? भगिनी अत्र आङ् इति उपसर्गः अस्ति, अडागमः अपि आगच्छति, परन्तु तादृशमेव दीर्घ आकारः आगच्छति खलु भगिनि? दीर्घ आकारः आङ् इति उपसर्गः. अनन्तरं यद् धातुः अस्ति तस्य भागे एव आकारः योजनीयः. आ इति उपसर्गस्य आकारः योगः अ इति अडागमः योगः शास्. इदानीम् आकारः अकारः सवर्णदीर्घसन्धिः आकारः. यद्यपि तत्र भेदः न दृश्यते परन्तु तदेव क्रमः. विधिलिङ्ग् भगिनि तत्र विधिलिङ्ग् तत्र ईत ईयाताम् ईरन् ईताः ईयाताम् ईध्वम् ईय ईवहि ईमहि इति अस्ति. तत्र सास् इति सास् इति पदमस्ति, आङ् इति उपसर्गमस्ति, अतः तत्र आसीत आसी आशासीत. विधिलिङ्ग एव किल विधिलिङ्ग तत्र किमपि आशास् योगः ईत तावदेव. अत्र आशा ईत आशासीत सकारः अस्ति एव सास् सास् अस्तु अस्तु आशासीत आशासीयाताम् आशासीरन् आशासीताः आशासीयाताम् आशासीध्वम् आशासीय आशासीवहि आशासीमहि तावदेव. सम्यक्. अग्रिमधातुः पठतु भगिनि. तत्र अयं सास् धातुः नित्यम् आङ् इति उपसर्गपूर्वं तद् तस्मात् अग्रे सकारान्तः सकारान्तः कसि कंस् धातुः तत्र प्रथमबिन्दुः निरनुबन्धधातोः सिद्धिः अत्र नुमागमः इति तु धातोः यः धातुः इदित् अस्ति तस्य नुमागमः भवति. मिदचोन्त्यात् परः यः आगमः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति. कसि उपदेशाज अनुनासिक इत् हलन्त्यम् एतत् इकारस्य लोपः भूत्वा कस् इति भवति. इदानीम् इदितोनुं धातोः मिदचोन्त्यात् परः इति सूत्रेण मध्ये कंस् इति भवति. अर्चिवर्णेषु अन्त्यात् परः आयाति, अतः तत्र कन्स् इति धातुः निष्पन्नम् अत्र सन्धिकार्यमस्ति कन्स् योगः ते प्रथमं ते हा ते नश्यपदान्तस्य जलि इति सूत्रेण कन्स् इति अनुस्वारः भवति प्रथमं कन्स् योगः ते इदानीं वर्णमेलनमेव कन्से इति भवति कन्से कन्स् योगः द्वे नच्चपदान्तस्य जलि कन्स् योगः द्वे इदानीं दीच इति सूत्रे सूत्रमागच्छति तत्र सकारस्य लोपः भूत्वा कन् कन् योगः द्वे अनुस्वारस्य ययि परसवर्णः इति सूत्रेण तत्र खण् इति भवति अनुस्वारस्य ययि परसवर्णः इति सूत्रेण कन् भवति दकारस्य अन्तिमवर्णः कन् इदानीं कन् योगः द्वे कन् द्वे इति भवति अन्तिमरूपम् दीचसूत्रसङ्ख्या 82 इति किल आं भगिनि 8 to 25 तदेव प्रथमं भवति किल रूपं साधु नास्ति नश्चापदान्तस्य जलि 8-3 परन्तु यदा धीच भवति चेत् सकारस्य लोपः भवति खन् योगः द्वे इति भवति यदा तत्र कृतवन्तः तादृशमेव प्रथमं धीच एव भवति अनन्तरमेव नश्चापदान्तस्य जलि तादृशमेव भवतु अस्तु अवगतं किल विजया भगिनी प्रथमं बीच अनन्तरमेव नश्चापदान्तस्य जलि अस्तु भगिनी वदति वा लटीरूपं लटीरूपं कंस इति भवति प्रथमम् अनन्तरं तत्र ते इति योजनेन कंस ते इति भवति खलु भगिनि न कसि इति भवति तत्र उपदेश अज अनुनासिकी हित् हलन्त्यं तस्य लोपः इति सूत्रेण तत्र कस्य एव तिष्ठति न इदानीं इदितोनं धातोः मिदच्छोन्त्यात् परः इति सूत्रेण तत्र खन् खन्स् भवति इदानीं नचपदान्तस्य जलि इति सूत्रेण तत्र अनुस्वारः आगच्छति कन्स् इदानीं ते योजनेन कन्स् ते इति भवति तादृशमेव तत्र कंसाते कंसते अनन्तरं तत्र कंसे से इति अस्ति अनन्तरं कंसाते कंस्वे कंसे कंसाते कंस्वे अनन्तरं एकारः अस्ति कंस् योगः एकारः कंसे इति भवति कंसे वहे कंसे महे योगः द्वे एव सत्यं कंस् योगः द्वे एव वदतु सकारस्य बीच इति सूत्रेण तत्र सकारस्य लोपः भूत्वा पूर्वमेव वयं दृष्टवन्तः तत्र कन्द्वे एव भवति तत्र भेदः कः इति अवगतवती वा अन्यत्र सर्वत्र अनुस्वारः तिष्ठति कंस् योगः द्वे इत्यत्र नकारः आगच्छति किमर्थं चेत् तत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रेण तत्र दकारस्य अन्तिमवर्णः नकारः एतत् मिलित्वा तत्र कन्द्वे इति भवति अन्तिमरूपे अन्यत्र न भवति अन्यत्र न सम्यक् उत्तमं भगिनि अस्तु अग्रे सरामः इति अनेन एव भवति अहमपि अतः एव अस्य अर्थः कः इति दृष्टवती गतिशासनयोः कंसः प्रायः टु रूल् टु पनिश् टु गो इति अस्ति सः एव कृतवान् किल सर्वम् अन्वर्तनाम अन्वर्तनाम इति वदामः किल तस्य नामस्य तस्य नाम्नः अर्थः अस्ति शब्दकल्पद्रुमे अपि अस्ति तदेव अस्ति तत्र तत्र कंसे शास्ति शत्रु कंस शासन सह मनसि भवति कंस अद्य किञ्चित् कंस धातुः आशास् इच्छा आशा इति तस्मात् आगच्छति इति दृष्टवान् तदैव मनसि भवति अन्यथा विस्मरणं भवति किञ्चित् वारं वारं द्रष्टव्यं महोदय अथवा तादृशम् आं वारं वारं तदेव वदामः चेत् आगच्छक्षिङ् इति धातुः तत्र ईकारः उच्चारणार्थः इति वारं वारं वक्तव्यम् अथवा न आगच्छति समीचीनं लोटि कुर्मः वा कस्य क्रमः इदानीं विजया भगिनी उक्तवती उषा भगिनी वदति वा आं भगिनि कंस् न कंस् योगः लोटि कंस् योगः तां कन् कंस् योगः तां नश्चापदान्तस्य जलि इति सूत्रेण नकारस्य अनुस्वाररूपं भूत्वा कंस् कंस्तां कंस् योगः आतां कंसातां कंसतां then दिच इति सूत्रेण सकारलोपः भूत्वा कं योग न कन् योगः द्वं कन् योगः द्वं देन् अनुस्वारस्य ययि परसवर्णः इत्यनेन कन् योगः द्वं कन् द्वं कन्द्वं नश्चापदान्तस्य जलि न कृतवती किल आं भगिनि या फस्ट् कंस् योगः द्वं नश्चापदान्तस्य जलि 83 अनुस्वारस्य ययि परसवर्णः 84 सो फस्ट् दिच सो कंस् योगः द्वं दिच इति सूत्रेण सकारलोपः सो कन् योगः द्वं कन् द्वं देन् कन् द्वं अण्ड् देन् नश्चापदान्तस्य जलि कन् योगः द्वं नश्चापदान्तस्य जलि देन् अनुस्वाररूपं देन् इट्स् कं द्वं कं द्वम् अण्ड् देन् अनुस्वारस्य ययि परसवर्णः मका अनुस्वारस्य नकाररूपं सो कन् द्वं देन् कन्स् योगः ऐ कन्सै कन् no kans yogaha ai kans yai kansai then kansavahai kansamahai samyak tavadevatra aruna bhagini lang atra kamswa ityasmin sakarasya lopah na bhavati jarojari tatra anuswarah asti sakarah sakarah अतः न भवति नकारस्य चेत् भवेत् आम् नकारः अस्ति चेत् भवेत् हलः उत्तरस्य ज्वरः किल तद् न भवति दृष्टवान् इदानीं किमर्थं सूत्रसङ्ख्या भगिनि जरोदरि सवर्णे अन्ते अस्ति तत् अनन्तरं अनुस्वारस्य परसवर्णः अनन्तरं भवति 84 किल अनुस्वारस्य 58 अस्ति 65 अस्ति ततः पूर्वमेव अनुस्वारः भवति अतः न भवति सः तु सम्यक्तया पेक् कृतवान् अष्ट अस्माकं अस्तु अरुणा भगिनि लङ् भगिनि प्रथमं लुङ् लङ् लुङ् षड् दत्त इति सूत्रेण अडागम आगच्छति. कन्स् युगहत्त नश्च पदान्तजलि इति सूत्रेण खं नकारस्थाने अनुस्वार अकंस्त अकंस्त आसम् अकंसताम् अकंसत ताः अत्रापि प्रथमं नश्च पदान्तजलितसूत्रेण अनुस्वार अकंस्तानं ताः तदनन्तरम् अनुस्वरस्य सवर्णसूत्रेण नकारप्रथमाग्रमे अपि आगच्छति. अकन्स्थाः एकनिमिषं भगिनि क्षम्यतां. तत्र इदानीं मध्यमपुरुष एकवचनं करोति किल ताः इति, तत्र अनुस्वारः आगच्छति सत्यमेव नष्टापदान्तस्य जलि. अनुस्वारस्य ऐ परसवर्णः आगच्छति वा? आं भगिनि, सकारस्य परवर्णः कः? ओ ओ ओ सकार अस्ति, क्षम्यताम्. अकं सथाः एव सन्तः अकं साथां द्वाम् अस्ति. धीचैतसूत्रेण प्रथमं शकारलोपः भवति, तदनन्तरं नश्च पदान्तस्य जलितसूत्रेण अनुस्वारः, तदनन्तरम् अनुस्वरस्य प्रसवनसूत्रेण अकन्धम् अकन्सि अकन्स्वहि अकन्स्महि. सम्यक्. एकस्मिन् स्थले एव अनुस्वारस्य परसवर्णः, अन्यत्र न. सम्यक्, धन्यवादः. कस्य क्रमः इदानीं? महोदय, भवतः क्रमः एव वा? इति लिङ्गि अनन्तरम् अग्रिमधातुः. एकवारं कंस कंस योग ईत तत्र नश्च पतञ्जलि कंस् इति भवति, कंसीत इति कंस् कंस् योग इयातां कंसीयातां कंस् कंस् अत्र अपि अनुस्वारः कंसीरन् कंसी कंस् योग ईताः कंसीताः कंसीयातां कंसी कंस् योग ईध्वम् अत्रापि लोपः न भवति. कंस् कंसीध्वं कंसीय इति ईय इति कंसीय कंसी कंसीवहि कंसीमहि इति रूपाणि. किमपि कार्यमेव अग्रे पठामि वा? आम् अस्तु. सकारान्तः णिसि इति धातुः, निनस् निनस् धातुः आत्मनेपति चुम्बने इति, निरनुबन्ध धातोः सिद्धिः, नुमागमः इदितो नुम् धातोः निसि इदित् धातोः नुमागमः भवति, इदितो धातोः नुम् इति सूत्रमस्ति. 8:1:7:158 निदच अन्त्यात् परः यागवं नित् अस्ति स अच्वर्णेषु अन्त्यात् परः आयाति, अन्त्यात् अन्त्यात् अच् परः अस्तु अच्वर्णेषु अन्त्यात् परः अस्ति. नत्वं नूनः अस्तु अत्र णीज् अस्ति अस्तु. नूनः इत्यनेन उपदेशावस्थायां धातुः आदौ नकारः अस्ति चेत् नकारस्य स्थाने नकारादेशः भवति, धात्वादेः णोः नः उपदेशे. णिसि इति उपदेशार्नाचकनि इत्यनेन निस् अनन्तरम् इदितं धातुः परहित्रेण निन्स् इति निन्स् इति भवति. निन्स् एकनिमिषम्. निन्स् इति नकारः अपि निन्स् एव अस्तु निन्स् योगात् ते इदानीं तत्र नश्च पदान्तस्य जलि इत्यनेन तत्र निम्स् निम्स् ते इति अग्रे इदानीं निम्स् ते निम्स् निम्स् एक आते निम्स् आते अस्तु निम्स् योग अते निम्सते निम्स् योगसे निम्से निम्स् योग आते निम्साते निम्स् योग द्वे अत्र धी चैत्यनेन सकारस्य लोपः अत्र निन्स् अस्तु निन्स् योगद्वे इदानीं सकारस्य लोपः नश्चपदजलितेन अनुस्वारः अनुस्वारस्य ऐ परसवर्ण निन्द्वे निन्स् योग ये अत्रापि ये नश्चपदजलित निन्से इति एव निन्स् निन्स् योगवहे निन्स् वहे निन्स् महे इति अत्र एकः एव प्रश्नः अस्ति तत्र किमर्थं षत्वं न भवति इति निन्स् योगः से तत्र तत्र तत्र एव लिखितम् अस्ति तत् पठति वा महोदय अत्र प्रश्नः लकारस्य अत्र प्रथमं प्रथमं दीचा इति भवितुम् अर्हति इति वदति परन्तु निम्स् योगः द्वे प्रथमं नश्चापदान्तस्य जलि इति दत्तमस्ति तदेव अहम् उक्तवती किल यदा दोषः अस्ति इति सूत्रसङ्ख्या न स्वीकृतवान् महोदयेन प्रायः दीचा एव प्रथमं भवति पूर्वत्र सिद्धं सर्वदा तदेव किल तत्र नश्चापदान्तस्य जलि इत्यस्यापि प्रसक्तिः अस्ति दीच इत्यस्यापि प्रसक्तिः अस्ति परन्तु पूर्वसूत्रं दीच एव तस्य एव कार्यं प्रथमं भवति किमपि बृहत् कार्यं नास्ति खलु किमपि नास्ति केवलं सकारान्तधातुः सर्वत्र दीच एव अन्यत्र अन्यत् किमपि कार्यं नास्ति आम् अत्र कंस् इति दण्डनमस्ति अत्र चुम्बनं तदेव आपत् दण्डात् अनन्तरं तदेव भेदः तदेव भेदः दण्डनं करोति आम् तदेव तदेव भेदः धातोः मध्ये अत्र प्रश्नः उदेति यत् लट्लकारस्य से प्रत्यये परे किमर्थं न आदेशप्रत्ययः इत्यनेन षत्वं स्यात् इकारनिमित्तम् अस्तु इकारनिमित्तं से इति सकाराधिप्रत्ययः मध्ये अनुस्वारा च सकारा च आदेशप्रत्ययोः इति सूत्रे नुं विसर्जनीय शर्व्यवाये अपि इत्यस्य अनुवृत्तिः नाम एते मध्ये सन्ति चेदपि कार्यं भवति किन्तु काशिकायां दत्तमस्ति यत् एतेषु यत्किमपि एकं मध्ये भवितुमर्हति एकस्मात् अधिकं भवति चेत् कार्यं न प्राप्नोति इति अस्ति न अवगतं भगिनि न अवगतं भगिनि महोदय महोदय वदतु अनन्तरम् अहम् अवश्यं चेत् अहं वदामि अस्तु अत्र लट्लकारे निम्स् निन्स् योग ते अत्र किमर्थं तत्र नुं विसर्जनीय आदेशप्रत्ययः इत्यनेन तत्र तत्र नुं विसर्जनीयव्यवाय अपि इति अनुवर्ती अपि अस्ति आदेश षत्व षत्वं परन्तु नाम एते मध्ये सन्ति कार्यं किन्तु काशिकदत्तमस्ति यत् एतेषु यत्किमपि एकं मध्ये भवितुमर्हति अतः अनुस्वारः अपि अस्ति इकारः अस्ति एकवारम् इकारः कुत्र अस्ति तत्र न इकारः नास्ति निम्स् निम्स् अनुस्वारः कस्य षत्वं भवति इदानीं षकारस्य एकवारम् अवयवरूपी सकारस्य किल अवयवरूपी सकारस्य भवति अवयवरूपी आदेशतत्त्वयो आदेशतत्त्वयोः अवयवति सत् अवयव आदेशतत्त्वयोः कत्र कस्य प्रत्यये इन्कोः इन्कोः आदेशप्रत्ययोः एकवारं तत्र प्रत्ययस्य आदेश अपि प्रत्ययस्य अत्र अस्ति वा तदा यदा निन्स् तत्र नकारः ईकारः अनुस्वारः सकारः से इति अस्ति से इति अवयवरूपी सकारस्य एव शत्वं भवति तस्य निमित्तं किं शत्वं भवति चेत् तस्य निमित्तं किं तत्र सकारस्य सकार अस्ति सकार अस्ति अत्र अनुस्वार अस्ति मध्ये इन्कोः इन्कोः अत्र सकारः अपि अस्ति खलु अतः न भवति इति वा सकारः शर्वर्णे नुं नुं किम् अस्ति नुं विसर्जनीयस्य शर् व्यवाये अपि शत्वं भवति सकारः शर् अस्तु अस्तु द्वयम् अत्र निमित्तद्वयम् अस्ति इति कृत्वा वा नुमपि अस्ति शर् अपि अस्ति शर् अपि अस्ति अतः न भवति इति न भवति एकः एव भवेत् व्यय अस्ति परन्तु अव्यवहारः सकारः अस्ति व्यवधानं नास्ति परन्तु तत्र निमित्तद्वयम् अस्ति इति कृत्वा न भवति इति वा न न व्यवधानं यदा नी सकारः नास्ति इति चिन्तयतु न सकारः अपि नास्ति अनुस्वारः अपि नास्ति नी से इति अस्ति चेत् अवश्यं भवति इकारः इन्कोः इति प्रत्याहारे इदानीं पर्यन्तं वयं दृष्टवन्तः किल नीश इति भवति इदानीं किम् अस्ति इकारः तु अस्ति सकारः अवयवरूपी सकारः अस्ति व्यवधानमपि अस्ति व्यवधाने कः वर्णः इत्युक्ते अनुस्वारः अस्ति शर् प्रत्याहारस्थवर्णः एकः अस्ति अतः तत्र निमित्तद्वयं व्यवधाने अस्ति इति कृत्वा न भवति नुं विसर्जनीयस्य एकः एव वर्णः भवेत् व्यवधाने यदा वयम् अट्कुप् वाङ्नुं कुर्मः महोदय तादृशमेव रसाभ्यां नोनः समानपदे तत्र झटिति अग्रिम साक्षात् अग्रे यदा नकारः अस्ति चेत् नत्वं कुर्मः अट्कुप् वाङ्नुं व्यवाये अपि मध्ये ये वर्णाः सन्ति चेदपि नत्वं भवति इति वदामः किल आदेशप्रत्ययोः अपि तत्र न भवति खलु भगिनि तत्र अनेकाः वर्णाः सन्ति व्यवधानं चेदपि भवति तत्र तत्र तादृश किमपि नियमः नास्ति तत्र काशिकायां तादृशं किमपि न दत्तमस्ति तत्र मध्ये कोऽपि वर्णः भवतु अनेके वर्णाः चेदपि तत्र भवति परन्तु अस्मिन् षत्वविधिः तत्र इष्टरूपं साधयितुं न शक्नुमः तत्र सः तादृशव्यवधानम् अत्र सूत्रे एव योजितवन्तः तावदेव अनुस्वारस्य व्यवधानं क्षम्यताम् अनुस्वारस्य सकारस्य व्यवधानम् अस्ति चेदपि भवति परन्तु एक एव भवेत् एकः एव भवेत् प्रायः केवलम् अनुस्वारः अस्ति चेत् भवितुं शक्नोति वा सकारः एव अस्ति चेत् भवितुं शक्नोति अत्र अत्र नुम् अपि अस्ति शर् अपि अस्ति इति कृत्वा न भवति इदानीम् अरुणा भगिनी तावदेव तावदेव तत्र एतावत् वयं तादृश उदाहरणानि न दृष्टवन्तः प्रायः प्रथमवारं नुं विसर्जनीयस्य शर् व्यवाये अपि इत्यनेन न भवति समीचीनम् अस्तु अद्य लट् लकारपर्यन्तं कृतवन्तः अग्रिमसप्ताहे लोट् कुर्मः अग्रे अपि इतोपि एकं सकारान्तधातुः अस्ति तद् प्रायः किञ्चित् परिशीलनं कुर्वन्तु अस् धातुः किञ्चित् समयः भवति, यत् प्रायः अग्रिमसप्ताहे तत् कुर्मः, तत्र बहूनि नूतनसूत्राणि सन्ति. अस्तु, समापयामः वा अद्य? धन्यवादः भगिनी, धन्यवादः. धन्यवादः.